सर्वेषां नमस्कारः. अस्माकम् अधुना पाठः अस्ति अष्टाध्यायीसूत्राणां बलाबलं. तत्र गतरविवासरे वयं किं कृतवन्तः? वयम् अभ्यासं कृतवन्तः. तत्र अभ्यासः अस्ति करपत्रस्य अधोभागे अभ्यासः इति खण्डः इति अस्ति, भागः अस्ति अभ्यासः. तत्र तिङन्तपदानि सन्ति, त्रीणि तिङन्तपदानि: शक्नुवन्ति, चिन्वन्ति, कुर्वन्ति. तर्हि अधुना अस्माकं प्रश्नः अस्ति यत् शक् योगः जी योगः झि, कृ योगः झि इति एष धातु प्रत्ययस्य योजनेन तिङन्तरूपं कथं निष्पद्यते. तर्हि सर्वप्रथमम् अस्माभिः किं दृष्टम्? अस्माभिः दृष्टं यत् झि प्रत्ययः यत् अस्ति, तत्र झोऽन्तः इति सूत्रेण झकारस्य स्थाने अन्त् इति आगच्छति, अतः झि तस्य अन्ति इति भवति. सर्वप्रथमं प्रत्ययस्य परिवर्तनं भूत्वा झीतः अन्ति इति भवति. तदनन्तरं शक् योगः अन्ति अस्ति. तर्हि वयं जानीमः यत् अन्ति इति सारधातुकप्रत्ययः अस्ति, तिप्प्रत्ययः अस्ति, अतः कर्त्र्यर्थे कर्त्रीशप् इति सूत्रेण शप् आगच्छति. तदनन्तरं शपं प्रभाद्य स्वादिगणस्य कृते नु, तनादिगणस्य कृते उ इति विकरणप्रत्ययः आगच्छतः. अतः शक् योगः नु योगः अन्ति इति भवति, शक्नु योगः अन्ति, चि योगः नु योगः अन्ति, चिनु योगः अन्ति. तदनन्तरं क्रियोगः उ अस्ति. तत्र क्रियोगः उ वयं जानीमः यत् उ इति आर्धातुकप्रत्ययः अस्ति, अथ सार्वधातुक आर्धातुकयोः इति सूत्रेण क्रि इति धातोः सर्वप्रथमं किं भवति? गुणः भवति. अतः कर् योगः उ करु. तदनन्तरम् अस्माभिः आम् क्रु करोति इति करु इति भवति. तदनन्तरम् अस्माभिः दृष्टं यत् करोति नाम क्रु इति धातोः यदा तत्र अन्ते धातोः अङ्गस्य अन्ते यदा उकारः अस्ति तदा अकित् प्रत्ययः पुरः अस्ति चेत् सर्वप्रथमं करु इति अङ्गे यत् अकारः अस्ति तस्य उकारः भवति. तर्हि अन्ति इति अपित् प्रत्ययः अस्ति, अपित् प्रत्ययः अस्ति, अतः करु तस्य कुरु भवति, अतः कुरु योगः अन्ति इति अस्ति. अधुना अस्माकं प्रश्नः अस्ति यत् शक्नु योगः अन्ति तस्य योजनं कथं भवति, चिनु योगः अन्ति तस्य योजनं कथं भवति, तदनन्तरं करु योगः अन्ति तस्य कुरु योगः अन्ति तस्य योजनं कथं अस्तु. इदानीं पर्यन्तं कस्यापि प्रश्नः अस्ति वा? मीनामहोदय, प्रश्नः अस्ति वा? मम प्रश्नः पूर्वत्र असिद्धम् अपेक्षया विप्रतिषेधे परं कार्यम् अपवादः अस्ति किल? किमर्थं न अपवादः? पूर्वत्र असिद्धं पूर्वसूत्रमेव प्रसक्तिः अस्ति, प्रतिषेधे परकार्यमेव प्रसक्तिः अस्ति. तस्मात् किमर्थम् अपवादसूत्रं नास्ति? कुत्र अस्ति इदम् अभ्यास? कस्य सूत्रस्य विषये भवती पृच्छति? पूर्वप्रसिद्धम् अपि प्रतिषेधे परं कार्यं कुत्र अत्र अभ्यासे कुत्र लिखितमस्ति? अभ्यासे अभ्यासस्य विषये एव पृच्छति खलु, नाम कस्य सूत्रस्य विषये उदाहरणमस्ति वा कस्य किमपि? अहं पठितवती, तस्मात् संशयः अस्ति, तस्मादेव यत् अस्माभिः अभ्यासः कृतः गतरविवासरे, तत्र कस्य कोऽपि किमपि सूत्रं तत्र पूर्वत्र सिद्धस्य अधिकारे नास्ति, पूर्वत्र सिद्धं केवलं त्रिपाद्यामेव कार्यं करोति, 8.2 to 8.4. अत्र सर्वाणि सूत्राणि सप्ताध्याये षष्ठाध्याये सन्ति, अतः प्रश्नः एव नास्ति खलु. अस्तु, तर्हि इति अस्ति. अधुना तदनन्तरम् अस्माभिः दृष्टं यत् अस्माभिः कानिचन नूतनसूत्राणि अस्माभिः दृष्टानि. तर्हि अस्माकं प्रश्नः अस्ति यत् अधुना प्रश्नः अस्ति यत् शक्नुयोगः अन्ति, अतः अत्र उकारः अकारस्य सन्धिः अस्ति, मेलनम् अस्ति, तदा चिनुयोगः अन्ति, कुरुयोगः अन्ति, मेलनम् अस्ति. तर्हि प्रश्नः अस्ति यत् इदं मेलनं कथं करणीयम्, उकारस्य अकारस्य मेलनं कथं करणीयं. तर्हि सर्वसामान्यं सूत्रं यत् वयं सर्वं जानीमः तदस्ति इको यणचि, सर्वे प्रायः जानन्ति इको यणचि. यण् सन्धेः सूत्रमस्ति, अत्र इकः स्थाने यण् आगच्छति अचि परे सन्धिविषये. तर्हि शक्नुयोगः अन्ति, अत्र उकारः अस्ति, इक् वर्ण इत् प्रत्याहारे आगच्छति, तदनन्तरम् अच् अस्ति, अकारः अस्ति, अतः तत्र उकारस्य स्थाने यण् प्रत्याहारस्य अन्तरतमः वर्णः नाम वकारः आगन्तुं शक्नोति. तर्हि एकमस्ति यण् सन्धेः विषये, शक्नु मतलब् तत्र उकारस्य स्थाने वकारः भवितुं शक्नोति. परन्तु उकारस्य अकारस्य मेलनस्य कृते केवलं यण् सन्धि एकं सूत्रं नास्ति, अस्माभिः कानिचन नूतनसूत्राणि अपि तत्रैव वासरे दृष्टानि. तर्हि एकं सूत्रमस्ति अचिष्णु धातुभ्रुवां यवोर्यं वङ्गौ. तर्हि अभिना महोदय, अस्य सूत्रस्य सारांशः कः? महोदय, अचि परे श्नु अपि भ्रू धातोः युवो युवङ्गौ युवङ्गौ भवति. यत्र श्नु अस्ति इयङ् भवति, भ्रू धातु उवङ् गच्छति. उदाहरण श्नु शक्नोति इति अस्ति, शक्नु श्नु दातु भवति. तत्र अचि अचि अचि परे अन्ति इति अचि परे तस्मिन् समये वकारः वकारः आगच्छति, इकारस्य यकारः आगच्छति. किमर्थं इकारस्य यकारः उकारस्य वकारः इति येन विधिस्तदन्तस्य इत्यनेन धातोः अन्ते इकार उकारः अस्ति चेत् यकार वकारः आगच्छति. तावदेव महोदय, किं वक्तव्यम्? अहं न भ्रमः अस्ति, अहं अवगच्छामि. कश्चन भ्रमः अस्ति महोदय भवत्याः कथने, अहं वदामि. अत्र सर्वप्रथमम् अचिष्णु धातु भ्रुवां यवोर्यम् उवङ्गौ. अत्र सर्वप्रथमं तु अनन्तरम् अजादि प्रत्ययः भवेत्, अजादि प्रत्ययः प्रत्ययः भवेत्. तर्हि अजादि प्रत्ययः एकं निमित्तम् अस्ति. तदनन्तरमस्ति प्रत्ययः अजादि अस्ति, परन्तु अङ्गं कथं भवेत्? तर्हि एकमस्ति श्नु, श्नु इति अस्ति यदा श्नु इति विकरणप्रत्ययेन अङ्गम् अङ्गस्य अन्तं भवति, नाम स्वादिगणस्य कृते यदा श्नु अस्ति तादृशम् अङ्गम् एकम्, अन्यथा भ्रू इति प्रातिपदिकम् अस्ति महोदय, भ्रू इति धातुः नास्ति, भ्रू इति प्रातिपदिकम् अस्ति चेत् तदा, अन्यथा धातु अस्ति, अधुना धातु लिखितमस्ति, धातु इति किं कीदृशी धातु, कीदृशः धातु, कोऽपि धातुः वा, तथा नास्ति, तथा अग्रे लिखितमस्ति यवोरियम् उवङ्ग, तत्र यवोः इति अस्ति, यवोः इति किमस्ति, यवोः इति इकारस्य च उकारस्य च तयोः द्वन्द्वः यदि वयं कुर्मः तस्य तयोः षष्टिविभक्तिः अस्ति युवोः, नाम इकारस्य उकारस्य स्थाने किमपि करणीयं, तर्हि तत्र षष्टिविभक्तिः अस्ति खलु, इकारस्य उकारस्य स्थाने किमपि करणीयं, तर्हि श्नु धातोः उकारस्य अश्नु इति विकरणप्रत्ययस्य उकारस्य स्थाने, भ्रू इति प्रातिपदिकस्य उकारस्य स्थाने, धातु अपि तादृशी भवेत्, नाम तादृशः भवेत् धातु अपि तादृशः धातु यस्य अन्ते उकारः अथवा इकारः अस्ति. तर्हि इति మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से बात कर रहे हैं उसने आपके तादृशः अस्ति चेत् మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు. इकारस्य स्थाने यम् उकारस्य स्थाने उवङ् इति आगच्छति. तर्हि तर्हि शक्नु योगः अन्ति अस्ति, तर्हि अत्र अत्र सूत्रस्य प्रसक्तिः अस्ति. कथमस्ति सूत्रस्य प्रसक्तिः अस्ति, यतोहि शक्नु अत्र अन्ते नु अस्ति, श्नु इति प्रत्ययः अस्ति, तदनन्तरम् अन्ति तत्र अजादिप्रत्ययः अस्ति, अतः उकारस्य स्थाने उवङ् आगन्तुं शक्नोति. तर्हि अचिष्णुधातु ब्रुवाङ् यवोरियम् उवङ् सूत्रस्य प्रसक्तिः अस्ति. तथैव मम प्रश्नः अस्ति, कुरुयोगः अन्ति तथैव चिनुयोगः अन्ति, अत्र अपि श्नु इति अस्ति, अतः श्नु योगः श्नु अस्ति, अतः अन्ति अत्र उकारस्य स्थाने उवङ् भवितुं शक्नोति. तदनन्तरं प्रश्नः अस्ति मम, विजि महोदय अस्ति खलु, विजि महोदय, शक्नु योगः अन्ति, अत्र अचिष्णुधातु ब्रुवाङ् इति सूत्रस्य प्रसक्तिः अस्ति, चिनुयोगः अन्ति, अत्र अचिष्णुधातु ब्रुवाङ् इति सूत्रस्य प्रसक्तिः अस्ति, कुरुयोगः अन्ति, अत्र सूत्र अत्र इति अस्य सूत्रस्य प्रसक्तिः अस्ति वा? विजि महोदय, नमस्ते महोदय, मम प्रश्नः अस्ति, विलम्बेन आगतवती. नमस्ते, अचिष्णु धातु ब्रुवाम् इति सूत्रं भवती अवगच्छति खलु? भवत्याः स्वरः न्यूनः अस्ति. अधुना सम्यक् अस्ति, सम्यक् अस्ति. अचिष्णु धातु इति सूत्रं भवती अवगच्छति खलु? गतरे वासरे अस्माभिः कृतम् अचिष्णु धातु ब्रुवाम् कुरुयोगः अन्ति उकारयोः श्रूयते भगिनि, भगिनी चिन्तयति, किमपि न वदति. जानाति वा महोदय, कुरुयोगः अन्ति अस्य अस्मिन् स्थित्यां अस्यां स्थित्यां तत्र सूत्रस्य प्रसक्तिः अस्ति न वा? किमर्थं नास्ति? अस्तु, शृणोतु भवती, अन्य को का सुमन् महोदय अस्ति खलु? सुमन् महोदय अस्ति खलु फ्री कान्फरेन्स् काल् आप् किञ्चित् भिन्नम् अस्ति कुत्र अस्ति सर्वे न जानामि मदन महोदय अस्ति खलु भवती अवगच्छति खलु सम्यक् न परन्तु वदामि महोदय प्रयत्न करोमि योगः इति अत्र प्रसक्तिः अस्ति महोदय अशिष्णु डाट् ब्रुवां यो यो तौ इति किमर्थं चेत् तत्र ऋकारः न कुरु कुरु योगः अन्ति अङ्गं कुरु अस्ति खलु तर्हि कुरु योगः उकारः अस्ति परतः अति अस्ति अतः इयम् इति न आगच्छति महोदय चिन्तनं सम्यक् अस्ति परन्तु सम्यक् नास्ति अपि यत् किमपि किमर्थम् उकारः अस्ति परन्तु एतादृशं चिन्तयतु तत् कुरु इति सर्वदा यदा उकारः अस्ति तथा उवङ् आगच्छति इति सूत्रं न वदति कीदृशः उकारः अस्ति तर्हि सूत्रं कार्यं करोति न न अचिष्णु धातु एकनिमिष श्नु प्रत्ययः एक अस्ति एकं निमित्तम् अस्ति अन्यनिमित्तं किमस्ति भ्रू इति प्रातिपदिकम् अस्ति चेत् तदनन्तरं तृतीयं किमस्ति अन्तिमवर्णः अस्ति किल इकवर्ण इकवर्ण धातु अपि लिखितमस्ति खलु धातु धातु इति लिखितम् अस्ति खलु धातु इति तस्य अर्थं किम् इकारान्त अथवा उकारान्तधातु तर्हि अत्र श्नु अस्ति अथवा भ्रू प्रातिपदिकम् अस्ति अथवा इकारान्त उकारान्तधातुः अस्ति तर्हि अधुना पश्यतु कुरु इति श्नु इति श्नु इति विकरणप्रत्ययः अन्ते अस्ति वा कुरु मध्ये नास्ति कुरु मध्ये तनादिगणस्य प्रत्ययः अस्ति श्नु नास्ति तदनन्तरं भ्रू इति प्रातिपदिकम् अस्ति वा कुरु मध्ये अस्ति वा भ्रू नास्ति तदनन्तरं कुरु इति उकारान् धातुः अस्ति वा कुरु इति धातुः अस्ति वा कुरु इति यत् अङ्गम् अस्ति तत् धातुः नास्ति खलु तर्हि निमित्तत्रयं तस्य अत्र प्रसक्तिः नास्ति अतः धातु ब्रुवाम् इति सूत्रस्य अत्र कार्यमेव नास्ति प्रसक्तिः एव नास्ति खलु अवगच्छति वा सर्वे अवगच्छन्ति वा आं महोदय. तिरु इति धातु नास्ति, अतः एतत् सूत्रस्य प्रसक्तिः नास्ति. हा सत्यं, कुरु इति अत्र अस्ति तत्र धातुः नास्ति. अस्तु, तदनन्तरम् अग्रे गच्छामः. अत्र अग्रे सूत्रमस्ति हुष्णुवोः सार्वधातुके. अत्र हुष्णुवोः सार्वधातुके अपि नूतनसूत्रम् अस्ति यदस्माभिः पठितं गतरविवासरे. अत्र तत्र सूत्रं किम् अस्ति, यदि धातुः यदि अनुवृत्तिसहितं सूत्रमस्ति यत् अनेकाचः उष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके इति सूत्रमस्ति. नाम यदि अच् अजादि सार्वधातुकप्रत्ययः परे अस्ति चेत् अजादि सार्वधातुकप्रत्ययः परे अस्ति चेत् यदि अङ्गं कीदृशमस्ति, यदि अङ्गम् अनेकाचः अस्ति, अङ्गं यदि हू अस्ति, हू धातुः, अथवा तादृशम् अङ्गं यत् अनेकाचः अस्ति, यस्य अन्ते श्नूप् अस्ति, नाम स्वादिगणस्य, तदनन्तरं यत् यत्र श्रू अस्ति, नाम उकारः अस्ति, तत् असंयोगपूर्वः उकारः अस्ति, नाम तादृशम् उकारं यस्य यस्मात् पूर्वं संयोगः नास्ति, संयोगवर्णः नास्ति, तादृशम् अङ्गम् अस्ति चेत् ओहो, नाम ओहो किमस्ति, ओहो उकारस्य षष्ठीविभक्तिः अस्ति, तर्हि उकारस्य स्थाने यण् इति आगच्छति. यण् इत्युक्ते किं, यण् प्रत्याहारः अस्ति, नाम उकारस्य स्थाने यण् प्रत्याहारस्य तद्वर्णम् आगच्छति यत् उकारस्य अन्तर्तमः वर्णः अस्ति, नाम वकारः अस्ति. महोदय पुनः एकवारं कृपया. अस्तु, हुष्णुवोः सार्वधातुके अत्र अनुवृत्तिसहितसूत्रमस्ति, अनेकाचः हुष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके. तर्हि सर्वप्रथमं लिखितमस्ति अचि सार्वधातुके, नाम प्रत्ययः कीदृशः भवेत्, प्रत्ययः सार्वधातुकः भवेत्, तदनन्तरं प्रत्ययः अजादि भवेत्, अतः अचि सार्वधातुक. अस्तु, तर्हि अजादि सार्वधातुकप्रत्ययः परे अस्ति चेद् एव कार्यं भवति. अधुना अङ्गं कीदृशं भवेत्, तर्हि अत्र अस्ति हू, हू इति धातुः अस्ति, नाम यदि अङ्गं यदि हू धातुः अस्ति, तर्हि एकं निमित्तं हू, अथवा अनेकाचः श्नु असंयोगपूर्वस्य अङ्गस्य, नाम तादृशम् अङ्गं यत् यस्मिन् एकः अच् वर्णः न अपि तु अनेक अच् वर्णानि सन्ति, अनेकाचः, तदनन्तरम् अनेकाचः श्नु तादृशम् अङ्गं यस्य अन्ते श्नु अस्ति, स्वादिगणस्य श्नु अस्ति, तदनन्तरम् असंयोगपूर्वस्य, नाम तादृशं यदा श्नु अस्ति तर्हि अन्ते उकारः अस्ति, तर्हि तादृश श्नु अपि भवेत्, परन्तु तादृशम् उकारः यः उकारः असंयोगपूर्वः, नाम तत् उकारस्य उकारात् तत् तस्मात् उकारात् पूर्वं संयोगवर्णः मा भवेत्, संयोगवर्णः मा भवेत्. उकारः हा हा हा तत्र असंयोगपूर्वस्य ओहो अङ्गस्य लिखितमस्ति. सम्यक्, अत्र अनेकाचः असंयोगपूर्वस्य ओहो, तत्र अनेकाचः असंयोगपूर्वस्य ओहो इति शब्दस्य विशेषणानि सन्ति, अतः तत्र षष्ठीविभक्तिः अस्ति, अत्र ओहो मध्ये अपि षष्ठीविभक्तिः अस्ति. ओहो इति षष्ठीविभक्तिः अस्ति, तस्य प्रातिपदिकं किम्? आम्, यथा गुरु अस्ति, गुरु इति शब्दस्य षष्ठीविभक्ति एकवचनं किं? गुरोः गुरोः खलु, अतः ऊस्य ओहो. सत्यम् ओहो तस्य अर्थः अस्ति यत् षष्ठीविभक्तिः षष्ठीविभक्ति तत् षष्ठीविभक्ति नाम उकारस्य स्थाने तादृश उकारस्य स्थाने यण् इति आगच्छति. यण् इत्युक्ते किम्? यण् इत्युक्ते प्रत्याहारः, परन्तु सम्पूर्णप्रत्याहारः न आगच्छति. यण् वर्णस्य प्रत्याहारस्य तादृशः वर्णः यत् यः उकारस्य अन्तर्तमः अस्ति. तर्हि उकारस्य अन्तर्तमः स्थाने अन्तर्तमः न स्थाने अन्तर्तमः इति सूत्रेण यण् प्रत्याहारे उकारं सदृशं वर्णः कः? उकारस्य यकारः अस्ति. उकारस्य स्थाने वकारः आगच्छति. तर्हि अधुना प्रश्नः अस्ति मम. सुमित्रा महोदय अवगच्छति वा? आं महोदय. तर्हि अधुना भवती यदि सूत्रम् अवगच्छति तर्हि भवती एव वदतु, शक्नु योगः अन्ति इति स्थाने हुष्णुवोः सार्वधातुके इति सूत्रस्य प्रसक्तिः अस्ति वा? शक्नु इति उकारः अस्ति, तत्तु श्नु एव खलु? हा, श्नु अस्ति. अजादि अस्ति, हरे अन्ति अजादि अस्ति, अन्ति अजादि अजादि अस्ति, अतः भवितुम् अर्हति एव. वकारस्य आगमनं शक्नुव. तर्हि उकारस्य स्थाने एव चिन्तयतु. इत्युक्ते संयोगम् अस्ति किल महोदय? सत्यं, परन्तु चिन्तयतु, अत्र भवती वदति अजादि अस्ति, सार्वधातुक अस्ति, श्नु अपि अस्ति, परन्तु अत्र पश्यतु, सर्वदा श्नु अस्ति चेत् भवति वा? न, मम किं पठितम्? अनेका च श्नु असंयोगपूर्वस्य. तर्हि अत्र अनेका च अस्ति वा श्नु मध्ये? न, अत्र अनेकाच् न. अनेकाच् नास्ति. अनेकाच् इत्युक्ते किम्? एक बहूनि अच् इति. तर्हि शक्नु मध्ये कति अच् वर्णानि सन्ति? उ अस्ति, अकारः अपि अस्ति, अकारः पूर्वम् अस्ति. ष अ क न उ. तर्हि द्वौ स्वरौ स्तः खलु, अतः अनेकाचः अस्ति खलु. तर्हि अनेकाचः अस्ति, श्नु अपि अस्ति, असंयोगपूर्वः अस्ति वा? सुमित्रा महोदय वदति एव इग्नु इति अस्ति. तर्हि इत्युक्ते संयोगः अस्ति. उकारात् साक्षात् पूर्वं यद् वर्णमस्ति नाम संयोगवर्णः, तत् संयोगः अस्ति खलु. तर्हि संयोगः अस्ति तर्हि सूत्रस्य प्रसक्तिः भवति वा? नास्ति. यतः शक्नुयोगः अन्ति, तत्र हुष्णुवोः सार्वधातुके इति सूत्रस्य प्रसक्तिः नास्ति. नास्ति. अस्तु, अधुना वदतु, चिनुयोगः अन्ति, अत्र सूत्रस्य प्रसक्तिः अस्ति वा? चिनुयोगः अन्ति, प्रथमं नो इति तदपि श्नु एव अनेकाच् अपि अस्ति, इकारः उकारः अस्ति, अनन्तरम् असंयोगः एव, परे अजादि अस्ति, भवितुम् अर्हति चिन्वन्ति इति. उकारस्य स्थाने वकारः. तर्हि उक्तं तत्र उकारस्य चिनु मध्ये अपि श्नु अस्ति, अनेका च अपि अस्ति, परन्तु अत्र उकारः अस्ति, तस्मात् पूर्वं न एव अस्ति, तत्र संयोगः नास्ति, अतः असंयोगपूर्वः अस्ति, अत्र कुष्णुवोः इति सूत्रस्य प्रसक्तिः भवति. इत्युक्ते चिन् योगः व योगः अन्ति चिन्वन्ति इति. सत्यम्. अस्तु, तर्हि कुष्णुवोः इति सूत्रम् अस्माभिः दृष्टं. तदनन्तरम् अस्ति सारधातुकः आर्धातुकयोः इति सूत्रमपि अस्ति. तदपि यदा अङ्गम् उकारान्तम् अङ्गमस्ति, इगन्त अङ्गमस्ति, तर्हि सार्वधातुकप्रत्ययः परे अस्ति चेत् उकारस्य गुणं भवति इति तु वयं सर्वे जानीमः. तर्हि प्रश्नः अस्ति, तर्हि अस्माभिः किं दृष्टव्यं, यथा उकारान्त अङ्गमस्ति, तदनन्तरं अजादिप्रत्ययः अस्ति, नाम अथवा सार्वधातुक आधातुक किमपि प्रत्ययः अस्ति, तर्हि तर्हि एतानि सर्वाणि सूत्र एतेषां सर्वेषां सूत्राणां प्रसक्तिः भवति. इकोयणचि, अचिष्णुधातु भ्रुवां, कुष्णुवोः, सार्वधातुक आर्धातुकयोः, नाम कथनस्य आशयः अस्ति यत् एकमेव सूत्रस्य एकमेव सूत्रम् एकस्य एव सूत्रस्य प्रसक्तिः नास्ति, परन्तु बहूनां सूत्राणां प्रसक्तिः भवितुमर्हति. तर्हि एकस्मिन् एव स्थाने यदा बहूनां सूत्राणां प्रसक्तिः भवितुम् अर्हति, तर्हि सूत्राणां बलाबलम् इति विषयः आगच्छति खलु. अतः एषः उदाहरण एतत् उदाहरणम् अत्र लिखितमस्ति, यतोहि अत्र बहूनां सूत्राणां प्रसक्तिः भवितुमर्हति अत्र बलाबलस्य अत्र चिन्तनं करणीयम्, अतः एतत् उदाहरणम् अत्र लिखितमस्ति. नमस्ते महोदय, सुमन् अस्मि. किञ्चित् क्लेशः आसीत्, इदानीं श्रूयते किम्? श्रूयते. मम प्रश्न आसीत् महोदय, अत्र अस्ति हूष्णुवोः तत् सूत्रमस्ति खलु, तत्र अनेकाच् हूष्णुवोः अस्ति. प्रायः गत सप्ताहे चर्चितवन्तः, न स्मरामि, क्षम्यताम्. अनेकाच् अपि भवितव्यं, हू तु अनेकाच् न भवितुं शक्नोति, किन्तु श्नु धातु अस्ति चेत् अनेकाच् अपि भवितव्यं वा अथवा अस्ति किम्? अपि अपि हू एकम् अस्ति, हू मध्ये तु अनेकाच् तस्य प्रसक्ति प्रश्नः एव नास्ति. हू एकं भिन्नम् अस्ति, अन्यभिन्न अस्ति अनेका च श्नु च असंयोगपूर्व. अनेका च हू अथवा श्नु, हू अनेकाच् नास्ति एव खलु. हू अनेकाच् नास्ति, न हू अथवा हू एकम् अथवा अनेकाच् श्नु असंयोगपूर्व. अस्तु अस्तु, अनेकाच् श्नु, अनेकाच् असंयोगपूर्व श्नु. अस्तु. अत्र अस्तु, अत्र कुरु तस्य सूत्रस्य प्रसक्तिः तत्र नास्ति खलु, कुरु योग अन्ति. अस्ति अस्ति, अनेकाच् अस्ति, किन्तु अनेकाच् श्नु नास्ति. कुरु मध्ये अपि नास्ति, श्नु नास्ति खलु. अतः कुरु मध्ये अचिष्णु धातु ब्रुवां कुष्णुवोः सार्वधातुके उभयोः सूत्रयोः प्रसक्तिः नास्ति, यतोहि उभयत्र तत्र श्नु एव नास्ति. अस्तु, तर्हि एतानि सूत्राणि अस्माभिः पठितानि. अस्तु, तथैव अनन्तरम् अस्ति, तर्हि अधुना मम प्रश्नः अस्ति, अधुना वयमेव प्रपृच्छामि एकम् एकं. तर्हि अधुना सुमन् महोदय, भवती करोतु शक्नुयोगः अन्ति इदानीं शक्नुयोगः अन्ति इति स्थितिः अस्ति अधुना शक्नुयोगः अन्ति इति यदि वयम् अस्माकं यदि तिङ्गपदं तिङ्गन्तपदं यदि वयम् इच्छामः तर्हि शक्नुयोगः अन्ति अत्र कानि कानि सूत्राणि आगन्तुं शक्नुवन्ति तदनन्तरं कस्य सूत्रस्य कार्यं भवति इति सर्वं बलाबलस्य विषये विषयं चिन्तयित्वा भवती प्रयत्नं करोतु अस्तु प्रयत्नं करोमि अचिष्णु धातु भ्रुवां तत्र शक्नुतु श्नु धातु अस्ति तत्र अन्ति अच् आदौ प्रत्यय अस्ति अतः शक्नु तत्र उकारस्य स्थाने उवङ् आदेशः भवितुं शक्नोति अस्तु तत्र प्रसक्तिः अस्ति हूष्णुवोः तत्र प्रसक्तिः नास्ति यतः शक्नु उकारस्य पूर्वं संयोग वर्णः अस्ति इदानीं इको यणचि तत्र प्रसक्तिः अस्ति अस्तु क्षम्यता तदनन्तरं सार्वधातुकार्धातुकयोः तत्र प्रसक्तिः अस्ति किन्तु बाधितं यतः श्नु तु अपित् अस्ति श्नु अपित् अस्ति वा अत्र शक्नुयोगः अन्ति मध्ये प्रत्ययः कः ओ क्षम्यतां क्षम्यतां तत्र तु विकर्णप्रत्यय आगतः इदानीं अन्ति आर्धधातुकः अस्ति झि खलु सार्वधातुक एव अस्ति तिङ् प्रत्ययः अस्ति खलु ओ आं क्षम्यताम् ऐ डोण्ट् नो वट् ऐ वास् थिङ्किङ्ग् क्षम्यताम् आं तिङ् प्रत्यय एव तिङ् प्रत्यय कित्नित् तिङ् प्रत्यय किन्तु अपित् अस्ति अस्तु अतः निति सूत्रस्य प्रसक्तिः भवति अतः तत् सार्वधातुक तस्य प्रसक्तिः न भवति अस्तु इदानीं तु सूत्रद्वयं कार्यं कर्तुं शक्नोति इकोयनचि अचि श्नु धातु ब्रुवाम् इदानीं तु सूत्रसङ्ख्या पश्यामः चेत् अचिष्णु धातु ब्रुवाम् एव परसूत्रम् अस्ति प्रायः तस्य तत् सूत्रं बलीयः भवति अनन्तरम् इकोयनचि तत्र वर्णकार्यम् अचि श्नु धातु ब्रुवां तत्र अङ्गकार्यं भवति तर्हि महोदय भवतः चिन्तनं सम्यक् अस्ति परन्तु भवती यद् वदति यत् अचिष्णु धातु इति परसूत्रम् अस्ति परसूत्रं तु अस्ति परन्तु मम प्रश्नः अस्ति सर्वदा परसूत्रं पूर्व अतः इदानीं परसूत्र विप्रतिषेध अस्ति परसूत्रस्य परसूत्रबलम् अस्ति चेत् अस्य कार्यं भवितुं शक्नोति, किन्तु एकं सोपानम् एव अभवत् खलु? एकं सोपानम् इत्युक्ते ऐ मीन् चेकिङ्ग् नो चेत् नित्यं वा अन्तरङ्गं वा? तर्हि विप्रतिषेध नो चेत् नित्यं, नो चेत् अन्तरङ्गं, नो चेत् अपवादः इति अस्ति, अथवा अपवादः नो चेत् अन्तरङ्गं, नो चेत् नित्यं, नो चेत् विप्रतिषेध? अस्तु, अहमपि रिवर्स् आर्डर् गन्तव्यम् इति चिन्तितवती, किन्तु ऐ थिङ्क् ऐ डोण्ट् नो कदा वयं तु नित्यम् अन्तरङ्गं गतवन्तः, अतः यदा वयं यदा अस्माकं पाठमस्ति तदा वयं सर्वप्रथमं विप्रतिषेधं पठितवन्तः, तदनन्तरं नित्यं, तदनन्तरं अन्तरङ्गं, तदनन्तरम् अपवादः, परन्तु वयं जानीमः खलु यत् विप्रतिषेधः तस्मात् नित्यं, तस्मात् अन्तरङ्गं, तस्मात् अपवादः इति बलवत्सरम् अस्तु. तर्हि तत्र तत्र सर्वेषु सर्वाधिकं बलवत् अतः अपवादः अस्ति न वा इति सर्वप्रथमं द्रष्टव्यं खलु. अस्तु, प्रथमं तु द्रष्टव्यं विप्रतिषेध अस्ति वा न, अस्तु नो चेत् अपवादः भवति वा न, अपवादः किमपि नास्ति. एकनिमिषः, प्रश्नः मम अस्ति, अत्र विप्रतिषेधम् अस्ति वा? आम्, सूत्रं विस्मृतवती, किन्तु अन्य लब्धावकाशः भवति. कथं भवति? इको यणचि अचिष्णु धातु भ्रुवां यवोर्यमुवङ्गौ. तर्हि प्रश्नः अस्ति, यदि अचिष्णु धातु भ्रुवां यवोर्यम् उवङ्गौ इति अत्र इको यणचि इति यदि कार्यं करोति तत्र अन्यस्थाने अवकाशः अस्ति वा? अचि श्नु धातु न भवति. एकनिमिषम् आम्, श्नु श्नु धातु अनन्तरं एकनिमिषम् अहं मम एतादृशं कोऽपि उदाहरणम् अस्ति वा यत्र अचिष्णु कार्यं कर्तुं शक्नोति परन्तु इको यणचि तस्य प्रसक्तिः नास्ति? न, तत्र अहं सर्वे न अन्ति अन्ति एव अस्ति अत्र एतत् कार्यं कर्तुं शक्नोति, अतः इदानीम् इको यणचि कार्यं करोति चेत् मम प्रश्नः आगच्छति वा? अन्य किमपि स्थानम् अस्ति वा यत्र इको यणचि तस्य प्रसक्तिः नास्ति परन्तु अचिष्णु तस्य प्रसक्तिः भवितुम् अर्हति? एतादृशं कोऽपि उदाहरणम् अस्ति वा? प्रायः यत्र उकार आगच्छति अनन्तरं खलु पुनः वदतु एकनिमिष ऐम् लिटल् कन्फ्यूस्ड् महोदय किञ्चित् भ्रमः अस्ति भवान् एव वदतु नो चेत् ऐ डोण्ट् वाण्ट् टु कन्फ्यूस् एव्रीबडि अहं चिन्तयामि यत् इको इकः इकः यण् अचि संहितायाम् इति सूत्रं किं वदति यत् इक् प्रत्याहारस्य वर्णः अस्ति नाम इ उ रु रु तस्या अनन्तरं यदि अच् वर्णः अस्ति अचि तर्हि इकारस्य स्थाने यकारः उकारस्य स्थाने वकारः ऋकारस्य स्थाने र ऋकारस्थाने ल इति भवति इति इको इति इको अणचि इति सूत्रं कथयति पर अचिष्णु धातु भ्रुवाम् इति सूत्रं किं वदति यत् अस्तु श्नु अस्तु भ्रु अस्तु तत् किमपि अस्तु परन्तु मूलतः तद् वदति यत् तादृशम् उकारः अथवा इकारः अस्ति कीदृशः उकारः अकारः यत् यदि श्नु अस्ति अथवा इकारान्त उकारान्त धातुः अस्ति अथवा भ्रु अस्ति तादृश इकारः उकारः अस्ति चेत् तदनन्तरम् अच् वर्णः अस्ति चेत् इकारस्य स्थाने इयङ् उकारस्थाने उवङ् इति आगच्छति खलु तर्हि यदि वयं चिन्तयामः तत्र उपरि यदि वयं पश्यामः तत्र डायग्राम् अस्ति खलु तत्र सेट् अस्ति डायग्राम् अस्ति तत्र चित्रं मध्ये किम् अस्ति यदि एकस्य सूत्रस्य कार्यक्षेत्रम् अन्यसूत्रस्य कार्यक्षेत्रस्य मध्ये अस्ति अन्तर्भूतः अस्ति चेत् तर्हि अचिष्णु धातु इति सूत्रस्य कार्यक्षेत्रम् इको अणचि इति सूत्रस्य कार्यक्षेत्रे सम्पूर्णतया अन्तर्भूतः अस्ति खलु अहं चिन्तयामि आम् यतः श्नु धातु अस्ति चेत् तत्र उकार एव भवति अनन्तरं विकर्णप्रत्ययः तिङ् प्रत्ययः पश्यामः चेत् अन्ति एव अजादौ प्रत्यय अस्ति तर्हि किमपि पश्यतु अत्र श्नु अस्ति अथवा इकारान्त उकारं धातु अस्ति अथवा भ्रु अस्ति तत्र सर्वत्र अन्ते अन्ते उकारः अस्ति अथवा इकारः अस्ति खलु तर्हि अन्ते उकारः अथवा इकारः अस्ति तदनन्तरम् अश्वर्णः अस्ति इकोयणचि मध्ये अपि तथैव अस्ति परन्तु इकोयणचि मध्ये तस्य कार्यक्षेत्रं बृहत् अस्ति अचिष्णु तस्य कार्यक्षेत्रं तस्य इकोयणचि सूत्रस्य कार्यक्षेत्रे अन्तर्भूतः अस्ति खलु अस्तु इदानीं मम प्रश्न अस्ति इकोयणचि पश्यामः चेत् तत्र कोऽपि इकार कोऽपि उकारः श्नु एव अथवा इकारस्य यत् यः धातुः यस्य अन्ते इकार अस्ति तदेव न भवितव्यम् अतः कार्यक्षेत्रं बृहत् खलु अस्तु अस्तु तर्हि इकोणचि मध्ये कोऽपि इकारः उकारः अस्ति चेत् परन्तु अत्र तत्र रिस्ट्रिक्षन् सन्ति अत्र श्नु अस्ति तदेव अथवा धातुः अस्ति तदेव तर्हि तस्य कार्यक्षेत्रं निम्नम् अस्ति अचिष्णु धातु भवान् इति सूत्रस्य कार्यक्षेत्रं लघु अस्ति परन्तु लघु अस्ति तथापि तस्य कार्यक्षेत्रं सम्पूर्णतया इकोणचि इति सूत्रस्य कार्यक्षेत्रे अन्तर्भूतः अस्ति खलु आम् यतः तत्र अनन्तरम् अपि अचस्ति आम् अतः यदा कार्यक्षेत्रं सम्पूर्णतया अन्तर्भूतम् अस्ति तर्हि विप्रतिषेधः अस्ति वा न किमस्ति अपवादः भवति अतः विप्रतिषेधस्य तत्र परसूत्रम् अस्ति तस्य प्रश्नः एव नास्ति यतोहि अस्तु विप्रतिषेधः एव नास्ति खलु अस्तु तर्हि अपवादः अस्ति अतः अपवादः अस्ति अतः कस्य सूत्रस्य कार्यं भवति अतः योजनं कृत्वा तिङन्तपदं किं भवति शक्नु उकारस्य स्थाने उवङ् आगच्छति तत्र हलन्त्यं सूत्रेण कारः गच्छति प्रायः अकार एव अनुनासिक वा अस्तु सो उव् एव तिष्ठति सो शक्नु भवति अनन्तरम् अन्ति आगच्छति वर्णमेलनन्तरं शक्नुवन्ति भवति क्षम्यतां महोदय किञ्चित् भ्रमः अभवत् प्रथमं तु अहं रिवर्स् आर्डर् मध्ये गतवती अनन्तरं किञ्चित् भ्रमः अभवत् इदानीम् इको एनर्जि अपि अत्र कार्यं न करोति चेत् इट् वास् लैक् अ लिटिल् कन्फ्यूसिङ्ग् किन्तु अत्र धातु भवेत् इकारान्तधातु भवेत् नो चेत् उकारान्तधातु भवेत् नो चेत् शक्नु एव श्नु धातु एव भवेत् अतः तत्र कार्यक्षेत्र न्यूनम् सर्वदा अन्ति एव आगच्छति अन्ति न अच् अन्ति एकम् उदाहरणमस्ति अन्य किमपि अस्ति किं शक्नु अत्र केवलम् अन्ति इति न अन्य अपि अजादिप्रत्ययः अस्ति चेत् सूत्रस्य कार्यं भवति ओ किमपि अजादिप्रत्ययः तिङ् प्रत्यय एव नास्ति न अजादिप्रत्ययः अस्तु अस्तु अजादि तिङ् प्रत्ययः नास्ति तिङ् किमपि लिखितं न अस्तु अस्तु इत्युक्ते अक् अण सर्वे भवितुं शक्नु अस्ति न परन्तु अनियर् मध्ये तर्हि हा तर्हि शक्नुवन्ति इति भवति तर्हि सर्वप्रथमं द्रष्टव्यम् अपवादः अस्ति वा तदनन्तरम् अन्तरङ्गं तदनन्तरं नित्यं तदनन्तरं विप्रतिषेधः अस्तु तर्हि पूर्व तदेव अहं वदामि यत् अहं पश्यामि यत् बहुवारं जनाः किं कुर्वन्ति ओ परसूत्रमस्ति अतः तस्य कार्यं भवति तत्र ततः अग्रे कथं वदनीयम् ऐ वुड् हेव् गान् कथं वदनीयं न भवत्या कृते अहं न वदामि अहं वदामि यत् सामान्यतया जनाः केवलं परसूत्रम् इति दृष्टं वदन्ति यत् ओ परसूत्रमस्ति अतः तस्य कार्यं भवति परन्तु ते विस्मरन्ति यत् परसूत्रस्य कार्यं तथैव भवति यदा विप्रतिषेधः भवति यत्र विप्रतिषेधः एव नास्ति तत्र परपूर्व तस्य किमपि महत्त्वं नास्ति अतः टु प्रिवेण्ट् आल् दिस् तत्र यत् सम्यक् क्रमः अस्ति तदस्ति सर्वप्रथमं द्रष्टव्यम् अपवादः अस्ति न वा रिवर्स् आर्डर् मध्ये पूर्वपरनित्य अन्तरङ्ग अपवादः बलि उत्तरोत्तरबलिः अस्ति खलु उत्तरोत्तरबलिः अतः अपवादः प्रथमं अस्तु सर्वे अवगच्छन्ति वा अत्र बहु महत्त्वपूर्णा चर्चा जाता सर्वे अवगच्छन्ति वा भानुमहोदय विजिमहोदय मीनामहोदय सुमित्रामहोदय शक्नुवन्ति मध्ये अचिष्णुधातुभ्रुवाम् इको यणचि सूत्रयोः प्रसक्तिः भवति, परन्तु अचिष्णुधातुभ्रुवाम् इति सूत्रस्य कार्यम् एव भवति। किमर्थम् एतत् एतत् सर्वे अवगच्छन्ति वा? प्रश्नः अस्ति वा कस्यापि? किञ्चित् अवगमनम् अस्ति महोदय, परन्तु पुनः अस्तु अग्रिम उदाहरणं भवती एव करोतु। प्रश्नः अस्ति वा भवत्या? प्रश्नः अस्ति चेत् प्रथमं पृच्छतु। अहमपि प्रश्नं पृष्टवती, अहम् ऐ गोट् स्टक्। अहं पृच्छामि यत् यदा भ्रमः अस्ति उदाहरणं न महोदय, हास्यमेव हास्येन एव वदामि। सम्यक् अभ्यासः आसीत्, अति उत्तमम् आसीत्। अस्तु, सुमित्रा महोदयस्य प्रश्नः अस्ति, अन्ये प्रश्नः अस्ति न, परन्तु बहुदिनानि अनन्तरम् अद्य एव आगतवती पुनः, अतः किञ्चित् अन्ये अस्ति एव। महोदय, अरुणा महोदय, मीना महोदय, सरला महोदय, मदर महोदय, मम अवगतम् आसीत् महोदय। अवगतं वा? उत्तमम् इति मम चिन्तय प्रश्नः अस्ति चेत् क्लिष्टं जातम्। अस्तु, तर्हि द्वितीयम् उदाहरणं वयं कुर्मः। सुमित्रा महोदय, अस्तु, चिनुयोगः अन्ति। सर्वप्रथमं भवती एव वदतु, चिनुयोगः अन्ति इति सूत्रस्य कृते अत्र कानि कानि केषां केषां सूत्राणां प्रसक्तिः भवति, तदनन्तरं कस्य सूत्रस्य कार्यं भवति, अष्टाध्यायी बलाबलं सूत्राणां बलाबलम् इति विषयस्य सहायतया भवती वदतु। प्रयत्नं करोमि। द्वे सूत्रम् एव अहं जानामि अद्य यत् चत्वारि सूत्राणि पठितानि खलु, इको यणचि अचिष्णुधातु कुष्णुवोः सार्वधातुक अर्धातुकयोः। तर्हि अत्र चत्वारि सूत्राणि सन्ति, कस्य सूत्रस्य प्रसक्तिः भवति सर्वप्रथमं वदतु। इको यणचि इति न तु अहं वदामि, इको यणचि इति सूत्रस्य प्रसक्तिः अस्ति वा? सम्यक् न जानामि। अहं वदामि, चिनुयोगः अन्ति अस्ति खलु? आम्। अत्र इको यणचि तस्य प्रसक्तिः अस्ति न वा? न इति मन्ये। किमर्थं नास्ति? चिनुयोगः अन्तिमध्ये उयोगः अ अस्ति खलु? आम्। तर्हि उयोगः अ अस्ति चेत् इको यणचि सूत्रस्य प्रसक्तिः अस्ति न वा? इक् वर्णः उकारः, अपरे अच्वर्णः अस्ति, अतः यन् आदेशः भवितुम् अर्हति। तर्हि इको यणचि सूत्रस्य प्रसक्तिः अस्ति खलु? अस्तु, अधुना अचिष्णुधातुभ्रुवाम् इति सूत्रस्य प्रसक्तिः अस्ति वा? आम्, अस्ति एव। प्रथमम् एकनिमिषम्, चिनु इति श्नु अस्ति, अनन्तरं तद् अहं न सम्यक् जानामि, परन्तु हुष्णोः सार्वधातुके तत् तस्य प्रसङ्गः अस्ति. तत् अनन्तरं पश्यामः. अचिष्णुधातुभ्रुवम् इति सूत्रस्य प्रसक्तिः अस्ति मम. अचिष्णुधातुभ्रुवम् इति सूत्रं किं वदति एकवारं तस्य आशयं वदतु. अङ्गस्य श्नु अथवा इकारान्त उकारान्त धातुरूपम् अङ्गे अस्ति चेत् इकारस्य उकारस्य स्थाने यङ् वङ् इत्यस्य आदेशः अजादि प्रत्ययः परे अस्ति चेत् आगच्छति इति तस्य आशयः. इनु योगः अन्ति अस्मिन् स्थले एतत् सर्वम् आगच्छति वा? श्नु अस्ति आम् उकारस्य स्थाने उकारस्य स्थाने उवङ् इत्यस्य आदेशः भवितुं शक्नोति खलु? आम्. तर्हि अचिष्णुधातुभ्रुवाम् इति सूत्रस्य प्रसक्तिः भवति. अस्ति. अस्तु. तदनन्तरं हुष्णुवोः सार्वधातुके इति सूत्रस्य प्रसक्तिः अस्ति वा? तदस्ति. भवती एव वदति. उष्णुवोः सार्वधातुके प्रसक्तिः अपि अस्ति, यतोहि अनेकाच श्नु अन्त असंयोगपूर्व इति अङ्गमस्ति. चिनु अङ्गमस्ति. अजन्त सार्वधातुकं परे अस्ति. अस्ति. अस्तु. सार्वधातुक आर्धातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति वा? सार्वधातुक आर्धधातुकयोः इत्युक्ते अस्माकं प्रथमं सूत्रमस्ति पठितम् इगन्त अङ्गस्य कः गुणः भवति कदा सार्वधातुक आर्धधातुक प्रत्यये परे अस्ति चेत्. तर्हि अत्र तस्य प्रसक्तिः अस्ति न वा? अत्र न. किमपि किमर्थं न? अस्य सूत्रस्य कार्यं भवितुं शक्नोति वा अत्र? इगन् इकः अङ्गस्य इक् अस्ति. अस्ति. परन्तु सार्वधातुक आर्धधातुक प्रत्ययः परे इत्युक्ते तत्रैव मम क्लेशः अस्ति. अत्र चिनुयोगः अन्ति मध्ये अन्तिप्रत्ययः अस्ति खलु? आम् प्रत्ययः एव. प्रत्ययः सार्वधातुकः अस्ति अथवा आर्धधातुकः अस्ति, किम् अस्ति? अन्तिप्रत्ययः अस्ति खलु सार्वधातुक अन्तिप् अस्ति खलु तिङ् तिङ् सारि तिङ् प्रत्ययः अस्ति खलु तिङ् अन्ति खलु. तर्हि तिंशित् सार्वधातुकम् इति सूत्रेण अन्ति इति यत् तिङ् प्रत्ययः अस्ति तत् सार्वधातुकं भवति खलु? अतः सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसङ्गः अपि अस्ति. परन्तु सूत्रस्य प्रसक्तिः अस्ति, प्रसङ्गः अस्ति, परन्तु तस्य कार्यं प्रसक्तिः अस्ति खलु, परन्तु तस्य कार्यं भवति न वा? क्षम्यतां महोदय, न अवगच्छामि. इत्युक्ते सूत्रस्य सूत्रं भवितुम् अर्हति, परन्तु तस्य प्रसक्तिः अस्ति वा इति एव प्रश्नः खलु? प्रसक्तिः एव, तस्य अर्थः एव अस्ति भवितुम् अर्हति, परन्तु तस्य कार्यं नाम प्रसक्तिः अस्ति चेदपि कार्यं भवति इति तु नास्ति. तस्य बलम् अस्ति वा न वा इति भवती चिन्तयतु. सूत्रं किं वदति यत् गुणकार्यं करोतु, आम् किन्तु गुणकार्यं कदा बाधितमस्ति? यदि सार्वधातुकप्रत्यय पित् अस्ति तदैव गुणकार्यं भवति खलु? सार्वधातुकस्य तर्हि यथा अस्माभिः दृष्टं खलु तुदादिगणे यथा तुदादिगणे यदा अस्ति यदा लिख् योगः अयोगः ति अथवा लिखति भवति लेखति न भवति किमर्थं यतोहि तत् प्रत्ययः यत् अस्ति अप्रत्ययः तत्र पित् नास्ति खलु तत्र अपित् अस्ति अतः सार्वधातुकम् अपित् इति सूत्रेण सार्वधातुक तस्य प्रसङ्गः नास्ति तद् नित्वत् भवति निति च तदनन्तरं निति च इति सूत्रेण गुणं बाधितं भवति अस्तु स्मरति खलु आम् आम् अतः चिनुयोगः अन्तिमध्ये अन्ति यत् अस्ति तत् अपित् अस्ति अतः गुणकार्यं न भवति न भवति अतः केवलं सूत्रत्रयस्य अचिष्णु धातु कुष्णुवोः खलु अधुना भवती चिन्तयतु बलाबलस्य सहायतया यत् सूत्र सूत्रत्रये कस्य कार्यं भवति पुनः प्रश्नः एकवारं महोदय किं पृष्टवान् अचिष्णु धातु कुष्णुवोः अस्तु त्रिषु सूत्रेषु अधुना बलाबलस्य इति विषयस्य सहायतया चिन्तयतु किं सूत्रं कार्यं करोति एकस्मिन् एव स्थाने सूत्रत्रयस्य कार्यं भवितुं शक्नोति तर्हि अधुना प्रश्नः अस्ति खलु कस्य कार्यं भवति कुष्णोः सार्वधातुके इत्यस्य अस्तु एतद् वयं एतद् भवती चिन्तयति अधुना कारणं वदतु कारणं न सम्यक् अवगच्छति महोदय तदेव वयं दृष्टवन्तः खलु अधुना केवलं सूत्रं सूत्राणि अस्माभिः दृष्टानि परन्तु कस्य कार्यं भवति इति तस्य कारणं किम् इति तु अस्माभिः न चर्चितं खलु भवती जानाति खलु अपवाद नित्यम् अन्तरङ्गं विकृतिषेधम् इति सर्वं जानाति खलु पठितवती परन्तु स्मृतवती अपि अस्तु तर्हि तर्हि विजि महोदय अस्तु विजि महोदय महोदयाम् एकवारं शृणोतु अस्तु विजि महोदय भवती तु निपुणा भवती तु निपुणा अस्ति अस्मिन् विषये निपुणा अस्ति तर्हि अधुना भवती वदतु यत् इकोयणचि अचिष्णु धातु कूष्णुवो इति सूत्रे कस्य कार्यं भवति अचिष्णु धातु इति सूत्रं इकोयणचि सूत्रस्य अन्तर्भूताः इति भवान् एव वदति किल अस्तु इदानीं तर्हि इकोयणचि अचिष्णु धातु इति सूत्रयोः मध्ये अचिष्णु धातु अपवादः अस्ति अथवा अचिष्णु धातुः प्रसक्ति तयोः मध्ये अचिष्णु धातु इति सूत्रं बलं बलम् अस्ति तत्र अन्यसूत्रमपि अस्ति शुष्णोः असंयोगपूर्वस्य ओहो अङ्गस्य यन् अचि सार्वधातुके इति सूत्रम् अचिष्णु कूष्णुवोः मध्ये कस्य कार्यं भवति कूष्णोः असंयोगपूर्वस्य ओहो यन् अचि सार्वधातुक इति एतत् सूत्रं कार्यं करोति किमर्थम् अचिष्णु धातु धातुः अङ्गे अपि नित्यसूत्रं संयोगः भवति नित्यसूत्रमस्तु न विजि महोदय अस्माभिः अधुना प्रश्नः अस्ति यत् अचिष्णु भवति अथवा हूष्णु भवति कार्यं करोति किमर्थं चेत् सर्वाणि कण्डिशन्स् पूरयति किल असंयोगः अस्ति अचि अचन्दधातुः परे अपि अस्ति एवं चिन्तयतु सर्वदा यदा कदापि बलाबलस्य विषयः आगच्छति अस्माभिः किं चिन्तनीयं सर्वप्रथमम् अस्माभिः चिन्तनीयं यत् उभयोः सूत्रयोः मध्ये किमपि सूत्रम् अपवादः अस्ति वा नो चेत् किमपि सूत्रम् अन्तरङ्गम् अस्ति वा नो चेत् किमपि सूत्रं नित्यम् अस्ति वा नो चेत् विप्रतिषेधम् अस्ति वा खलु तर्हि सर्वदा एतदे अस्मिन् एव रीत्या सर्वदा अस्य अस्याः एव रीत्या चिन्तनीयम् अनया एव रीत्या चिन्तनीयं तर्हि अत्र उष्णुः किमपि सूत्रम् अपवादः अस्ति वा कथं यदि भवती चिन्तयति अपवादः अस्ति तर्हि वदतु कथम् किमर्थम् अत्र अनेक अच् अस्ति एतानि सर्वे कण्डिशन्स् अत्र अन्तर्भूतः किल सत्यम् अतः शूष्णुः असंयोगपूर्वस्य इति सूत्रम् अपवादसूत्रम् इति चेत् अत्र प्रसक्तिः अपि अस्ति कार्यम् अपि करोति किल महोदय तर्हि कूष्णुवोः सारधातुके इति सूत्रस्य कार्यक्षेत्रमस्ति तत् सम्पूर्णतया अचिष्णुधातुभ्रुवाम् इति सूत्रस्य कार्यक्षेत्रे अन्तर्भूतः तस्य चिन्तनं कथं भवति तस्य चिन्तनम् एतादृशं करोतु यत् कूष्णुवोः सारधातुके इति सूत्रस्य कृते कोऽपि किमपि उदाहरणम् अस्ति वा यत् उष्णुवोः कार्यं कर्तुं शक्नोति परन्तु अचिष्णु कार्यं कर्तुं न शक्नोति एतादृशम् उदाहरणम् अस्ति वा इस् इट् पासिबल् नास्ति यतोहि उष्णुवोः सार्वधातुके इति सूत्रस्य कृते यानि निमित्तानि सन्ति नाम यानि निमित्तमित्युक्ते यानि निमित्तानि सन्ति तत् सर्वनिमित्तानि अचिष्णुधातु इति सूत्रस्य कृते अन्तर्भूतानि सन्ति नाम निमित्तं न परन्तु तस्य कार्यक्षेत्रं निमित्तमस्ति अतः कूष्णुवोः इति अचिष्णुधातु इति सूत्रस्य अपवादः महोदय पुनः एकवारं सम्यक् न अवगच्छामि तर्हि सर्वप्रथममस्ति इकोयणचि इकोयणचि इति सूत्रस्य कार्यक्षेत्रं बृहत् अस्ति यत् ईदृशम् एव इकारः अथवा उकारः अथवा ऋकारः विकारः अस्ति तस्य अनन्तरम् अच् वर्णः अस्ति चेत् इकोयणचि कार्यं कर्तुं शक्नोति परन्तु अचिष्णुधातुभ्रुवां तस्य कार्यक्षेत्रम् इकोयणचि सूत्रस्य कार्यक्षेत्रस्य अपेक्षया न्यूनमपि अस्ति तस्मिन् अन्तर्भूते अपि अस्ति यतोहि इको अचिष्णुधातुभ्रुवमपि वदति यत् इकारः अस्ति तदनन्तरम् अच् अस्ति चेत् इयम् उकारः अस्ति चेत् तदनन्तरम् अच् अस्ति चेत् उवङ् परन्तु सर्वसामान्य इकारः उकारः न अपि तु तादृशः इकारः उकारः यत् श्नुतः अस्ति अथवा इकारान्तुकान् धातुः अस्ति अथवा भ्रुः अस्ति खलु अतः तस्य कार्यक्षेत्रं महोदय एकः प्रश्नः अस्ति अत्र एकनिमेषः तत्र इको यणचि इति सूत्रस्य कार्यक्षेत्रे सम्पूर्णतया आगच्छति खलु सुमित्रा महोदय सम्पूर्णतया आगच्छति वा न आगच्छति वा न्यूनम् एव अस्ति खलु आगच्छति खलु इको यणचि तस्य कार्यक्षेत्रमस्ति अचिष्णुधातुभ्रुवां तस्य कार्यक्षेत्रं सम्पूर्णतया इकोयणचि इति सूत्रस्य कार्यक्षेत्रस्य अन्तर्भूते अस्ति अस्तु सब्सेट् अस्ति सब्सेट् अस्ति इति आगच्छति आम् आम् तदनन्तरं निजिमहोदय वदति यत् सम्यक् वदति यत् कुष्णुवुः इति सूत्रस्य कार्यक्षेत्रं तु अचिष्णुधातुभ्रुवाम् इति सूत्रस्य अपि कार्यक्षेत्रे अन्तर्भूतमस्ति आम् नाम कूष्णुभुः इति सूत्रस्य कार्यक्षेत्रम् इस् अ फर्दर् सब्सेट् आफ् अचिष्णु अचिष्णु इति आगच्छति तर्हि सर्व तर्हि सर्वात् बहिः अस्ति इको यणचि तस्य अन्ते अस्ति अचिष्णु अनन्तरम् अपि अन्ते कूष्णु कूष्णु तर्हि यदि त्रयः त्रयाणां सूत्राणां यदि प्रसक्तिः अस्ति एकस्मिन्नेव स्थले तर्हि अपवादः इति अपवादः इति शास्त्रेण कस्य कार्यं भवति कूष्णु सार्वधातुके अतः अत्र मध्ये कूष्णुवोः सार्वधातुके इति सूत्रस्य कार्यं भवति अतः कूष्णुवोः इति सूत्रस्य कार्येण उकारस्य स्थाने वकारः वकारः तिन्वति तिन्वन्ति इति भवति अवगच्छति वा सुमन् महोदय भवत्या प्रश्नः आसीत् खलु अचिष्णु धातु तत्र प्रथमं वाक्यम् अस्ति श्नु प्रत्ययान्त अङ्गस्य इत्युक्ते श्नु प्रत्यय आगच्छति चेत् इदानीम् अङ्गं द्रष्टव्यं किम् अस्ति अस्तु अनन्तरम् अस्ति इकारान्त उकारान्त धातुरूपी अङ्गस्य इत्युक्ते अङ्गस्य अन्ते इकारान्त उकारान्त नास्ति किन्तु इकारान्त उकारान्त धातु अस्ति तस्य किमपि विकर्णप्रत्यय आगच्छति किमपि इकारान्त उकारान्त धातुरूपी अङ्गं यत्र धातु एव अङ्गमस्ति ओ अस्तु इत्युक्ते इदानीं तु तिङ् प्रत्ययेन आगच्छति विकर्णप्रत्यय आगच्छति नो चेत् द्वितीयगण तृतीयगण अदादिगण जुहोत्यादिगण यत्र विकर्णप्रत्यय न स्तः एतदेव चिन्तयतु इकारान्त उकारान्त धातु भवति यदा एकवारं धातुतः विकर्णप्रत्ययः यदि योजयति तद् धातुः नास्ति खलु किन्तु धातुः नास्ति किन्तु अदादिगणे जुहोतादिगणे तत्र किमपि विकर्णप्रत्यय एव न आगच्छति खलु परन्तु केवलं तर्हि अदादिजुहोत्यादिगणे अतु भवितुं शक्नोति परन्तु अन्ये अपि उदाहरणानि सन्ति यत्र तत्र अतः उक्तवती अत्र विकर्णप्रत्ययस्य विकर्णप्रत्ययात् पूर्वम् अङ्गं द्रष्टव्यं नो चेत् तिङ् प्रत्यय परः द्रष्टव्यं तर्हि अङ्गं सर्वदा प्रत्ययस्य कृते अस्ति तर्हि अत्र यत् अच् अजादिप्रत्ययः अस्ति तद् अजादिप्रत्ययस्य कृते अङ्गं किम् अस्ति इति चिन्तनम् अस्तु तत् अङ्गं श्नुवन्तम् अथवा इकारान्त उकारान्त धातु इति भवेत् अस्तु तर्हि अस्माभिः अधुना दृष्टं यत् इको यणचि इति सूत्रस्य कृते अचिष्णु इति सूत्रम् अपवादः, इको यणस्य इति सूत्रस्य कृते हुष्णुवोः अपि अपवादः, इको यणचि इति सूत्रस्य कृते सार्वधातुक आधातुकयोः अपि अपवादः अस्ति, यतोहि तस्यापि कार्यक्षेत्रम् इको यणचि इति सूत्रस्य अन्तर्भूतमस्ति. न न न क्षम्यतां क्षम्यतां, सार्वधातुक आधातुकयोः इति सूत्रम् इको यणचि सूत्रस्य अपवादः नास्ति, क्षम्यतां, तत्र अजादि किमपि नास्ति. अस्तु, हा, तर्हि इको यणचि इति सूत्रस्य कृते अचिष्णु अपवादः, इको यणस्य इति सूत्रस्य कृते उष्णुवोः अपि अपवादः, अचिष्णुधातु कृते अपि उष्णुवोः अपवादः. अतः तस्य अपवाद इति बलेन वयं द्रष्टुं शक्नुमः यत् कस्य कस्य कार्यं भवति. मध्ये इकारान्त उकारान्त अस्ति चेत् ह्रस्व एव न न भवेत्, दीर्घ अपि भवितुं शक्नोति. अस्तु, तर्हि एतत् सर्वम् अस्माभिः दृष्टम् आल् द 18 किल महोदय किम् आल् द 18 आमां. अस्तु, तर्हि शक्नुवन्ति चिन्वन्ति इति भवति. अधुना अस्माकं प्रश्नः अस्ति कुरुयोगः अन्ति, कुरुयोगः अन्ति मध्ये कथं कार्यं भवति इति वयं चिन्तयामः. तर्हि भानुमहोदय अस्ति खलु, महोदय बहिः अस्मि महोदय, शृणोमि महोदय. अस्तु, अत्र तु सर्वे उदाहरण उदाहरणेषु इकोयनचि कार्यं करोति एव, सार्वधातुक आर्धधातुक कार्यं न करोति एव. इदानीं डिसैडिङ्ग् फ्याक्टर् अस्ति उष्णो प्रसक्तिः अस्ति वा अचि अश्नुधातु भ्रुवं प्रसक्तिः अस्ति मदर् महोदय. भवती प्रयत्नं करोतु कुरुयोगः अन्ति. प्रयत्न करोमि महोदय. प्रसक्तिः भवति इको इति सूत्रस्य प्रसक्तिः अस्ति. अतिष्णु तस्य प्रसक्तिः नास्ति, यतः धातु नास्ति कुरु. धातु नास्ति, ष्णु अपि नास्ति. ष्णु अपि नास्ति. उष्णोः तदपि उष्णोः सार्वधातुके असूत्रमपि अस्य प्रसक्ति नास्ति. सार्वधातुकार्धातुकयोः तस्य कार्यं भवति. सार्वधातुकार्धातुकयोः आं प्रसक्तिः अस्ति महोदय, अल्पीति सार्वधातुकम् अस्ति. परन्तु अपि अस्ति अतः गुणं न भवति. तर्हि एकमेव सूत्रम् अस्ति खलु यस्य कार्यस्य प्रसक्तिः अस्ति, यस्य कार्यं महोदय. कस्य सूत्रस्य उकारः इकोनचि इति किं इति अस्ति वा? मया न श्रुतं महोदय, भवती किं वदति कस्य सूत्रस्य कार्यं भवति? सम्यक्, इको यणचि एव कार्यं करोति, अत्र एकमेव सूत्रमस्ति. तर्हि इको यणचि कार्यं करोतु, रूपं किं भवति? कुरु योगः अन्ति, करोतु यण् सन्धि करोतु. उकारः योगः अकारः कुर्वन्ति सम्यक. तर्हि कुर्वन्ति इति सूत्रं वद इति रूपं भवति यत् अत्र केवलम् इको अणचि इति सूत्रमेव कार्यं कर्तुं शक्नोति. तर्हि पश्यतु, कुर्वन्ति चिन्वन्ति उभयत्र उकारस्य स्थाने वकारः आगच्छति, परन्तु उकारस्य स्थाने यत् वकारः आगच्छति तस्य कृते यत् सूत्रम् उत्तरदायी अस्ति तत् सूत्रं भिन्नम् अस्ति. चिन्वन्ति इति कृते उकारस्थाने वकारः कुष्णुवोः इति सूत्रेण आगच्छति, परन्तु कुर्वन्ति इति सूत्रे उकारस्य स्थाने वकारः इक्वल् अणचि इति सूत्रेण आगच्छति. तर्हि इति अस्ति. अस्तु, तर्हि सर्वे अवगच्छन्ति वा? बहु समीचीनम् उदाहरणम् अस्ति महोदय. अस्ति अस्ति. अत्र कुर्वन्ति इति स्थिते किमर्थं रेपस्य नकारं न भवति? कुर्वन्ति इति स्थिते कस्य नकारः नत्वं न भवति. किमर्थं नत्वं न भवति वदतु. किमर्थं न भवति? सूत्रं न जानामि. रसाभ्यां नोणः समानपदे इति अस्ति खलु, रसानां नोणः समानपदे समानपदे अन्यथा अट् कुप्वां नुम्यवायति. तर्हि रसाभ्यां नोणः इति सूत्रेण समानपदे इति सूत्रं किं वदति? यत् साक्षात् रेफस्य अथवा शकारात् अनन्तरं साक्षात् अनन्तरं नकारः अस्ति चेत् नकारः करोति. अत्र साक्षात् अस्ति, साक्षात् अनन्तरं नास्ति. अत्र साक्षात् अनन्तरं नास्ति, तर्हि तद् एकं कारणमस्ति. तदनन्तरम् अनन्तरमस्ति अट् कुप्वां नुम्यते. यत् तत् तत् किं वदति? यत् साक्षात् अनन्तरं नास्ति चेदपि यदि मध्ये नाम रेफ अथवा शकार नकारस्य मध्ये यदि अट् नाम अट् प्रत्याहार कवर्गं पवर्गम् आङ् नुम् इति अस्ति चेदपि नत्वं भवितुं शक्नोति. अत्र नास्ति, अत्र नास्ति. नत्वम् अस्ति अट् कुप्वां अस्ति. वकार तु अट् अस्ति खलु. किं वकारः अट् वर्णः अस्ति? एकनिमिषं आगच्छति वा? किं किम् आङ् आङ् केवलम् आ वर्णः अथवा उपसर्गरूपेण आ इति उपसर्गरूपेण आ. अत्र अट् एकनिमिषम्, अत्र अट् प्रत्याहारः अस्ति वा? न न न किमपि स्वरः आगन्तुं शक्नोति, हयवर अपि आगन्तुं शक्नोति. अट् प्रत्याहारः नास्ति. अहं पश्यामि. अत्र प्रत्याहारः अस्ति चेत् वकारः अपि अस्ति खलु अट् प्रत्याहारः. अट् प्रत्याहारः न न अहम् एकवारं पश्यामि यत् अट् अस्ति तत् प्रत्याहारः अस्ति अथवा किमपि भिन्नमस्ति. अट् प्रत्याहारः अस्ति चेत् वकारः अपि अस्ति, तर्हि वकारः अस्ति चेत् नकारस्य नत्वं भवितुं शक्नोति. अत्र अहं पश्यामि, प्रायः अट् प्रत्याहारः नास्ति इति अहं पश्यामि इति चिन्तयामि. चिन्तयामि यत् नो चेत् नत्वं भवति. अहं पश्यामि. अहं क्षम्यताम्, अहं पश्यामि. सम्यक् प्रश्नः अस्ति महोदय, मीना महोदय. अन्य उदाहरणमपि अस्ति महोदय, कार्यानेन. तत्रापि न एव भवति, नत्वं न भवति. कार्यानं अस्ति, कार्यानेन भवति. अहं पश्यामि, अहं पश्यामि. कुर्वन्ति अहं पश्यामि. कार्यम् अस्तु तर्हि अधुना समयः समाप्तः अत्र तर्हि अधुना विरमामः तर्हि अग्रिमसप्ताहे अत्र अभ्यासः तु अस्माकम् अत्र अभ्यासः समाप्तः करपत्रः अपि समाप्तः तर्हि अधुना अन्तिम अग्रिमरविवासरे नूतनकरपत्रं पश्यामः अग्रिमकरपत्रे अस्माकं बलाबलम् इति विषयः समाप्तः धन्यवादः सर्वेषां धन्यवादः धन्यवादः